पद्मपुराणं खण्डं तु भूमिखण्डम् अध्यायं 103 कुञ्चल उवाच अशोकसुन्दरी जादा सर्वयोषिद्वरा तदा रेमे सुनन्दने पुण्ये सर्वकामगुणान्विते सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी सर्वान् भोगान् प्रभुञ्जाना गीतनृत्यविचक्षणा विप्रचित्ते सुदोहुण्डो रौद्रस्त्रीव्रश्च सर्वदा स्वेच्छाचारो महाकामी नन्दनं प्रविवेश्यः अशोकसुन्दरीं दृष्ट्वा सर्वालङ्कारसंयुतां तस्यास्तु दर्शनाद्दैत्यो विद्धकामस्य मार्गणैः तामुवाच महाकायः कात्वं कस्यासि वा शुभे कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् अशोकसुन्दर्युवाच शिवस्यापि सुपुण्यस्य सुताहं शृणुसाम्प्रतं स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे बालभावेन सम्प्राप्ता लीलया नन्दनं वनं भवान् को हि किमर्थं तु मामेवं परिपृच्छति हुण्ड उवाच विप्रचित्ते सुतश्चाहं गुणलक्षणसंयुधः हुण्डेदिनाम्ना विख्यातो बलवीर्यमदोद्धतः दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः देवेषु मर्त्यलोकेषु तपसा यशसा कुले अन्येषु नागलोकेषु धनभोगैर्वरानने दर्शनात्ते विशालाक्षि हध कन्दर्पमार्गणैः शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव भवस्ववल्लभा भार्या मम प्राणसमा प्रिया अशोकसुन्दर्युवाच श्रूयतामभिधास्यामि सर्वसम्बन्धकारणं भवितव्या तु च तस्य लोके स्त्री पुरुषस्य हि भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः संसारे लोकमार्गोऽयं शृणु हुण्ड यथाविधि अस्त्येव कारणं चात्र यथा तेन भवाम्यहं सुभार्या दैत्यराजेन्द्र शृणुष्व यदमानसः वृक्षराजादहं जादा यदा काले महामदे शम्भोर्भावं सुसङ्गृह्य पार्वत्या कल्पिता ह्यहं देवस्यानुमदे देव्या सृष्टो भर्ता ममैव हि सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति जिष्णोर्जिष्णुसमो वीर्ये तेजसा पावकोपमः सर्वज्ञः सत्यसन्धश्च त्यागे वैश्रवणोपमः यज्वा दानपदि सोऽपि रूपेण मन्मथोपमः नहुषो नाम धर्मात्मा गुणशील महानिधिः देव्या देवेन मे दत्तख्यातो भर्ता भविष्यति तस्मात् सर्वगुणोपेदं पुत्र माप्स्यामि सुन्दरम् इन्द्रोपेन्द्रसमं लोके ययातिं जनवल्लभं लप्स्याम्यहं रणे धीरं तस्माच्चम्भोः प्रसाददः अहं पदिव्रता वीरपरभार्या विशेषतः अतस्त्वं सर्वथा हुण्डत्यजभ्रान्तिमिदो व्रज प्रहस्यैव वचो ब्रूदे अशोकसुन्दरीं प्रति हुण्ड उवाच नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि नहुषो नाम धर्मात्मा सोमवंशे भविष्यति भवदी वयसा श्रेष्ठा कनिष्ठो न सयुज्यते कनिष्ठा स्त्री प्रशास्तादु पुरुषो न प्रशस्यते कदा स पुरुषो भद्रे तव भर्ता भविष्यति तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः पुरुषाणां वल्लभत्वं प्रयान्ति वरवर्णिनि तारुण्यं हि महामूलं युवतीनां वरानने तस्याधारेण भुञ्जन्ति भोगान् कामान् मनोनुगान् कदा सोऽभ्येष्यदे भद्रे आयोः पुत्रशृणुष्व मे यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति गर्भत्वं च शिशुत्वं च कौमारं च निशामय कदासौ यौवनोपेदस्तव योग्यो भविष्यति यौवनस्य प्रभावेन पिबस्व मधुमाधवीं मया सह विशालाक्षिरमस्वत्वं सुखेन वै कुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः उवाच दानवेन्द्रं तं साध्वसेन समन्विता अष्टाविंशदिके प्राप्ते द्वापराख्ये युगे तदा येषावतारो धर्मात्मा वसुदेवसुतो बलः रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति सापि जादा महाभाग कृताख्ये हि युगोत्तमे युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि बलस्य सा प्रिया जादा रेवती प्राणसंमिता भविष्यद्वापरे प्राप्त इह साधु भविष्यति मायावती पुरा जादा गन्धर्वतनया वरा अपहृत्य नियम्यैव शम्बरो दानवोत्तमः तस्या भर्ता समाख्यादो माधवस्य सुतो बली प्रद्युम्नो नाम वीरेशो यादवेश्वरनन्दनः तस्मिन् युगे भविष्येद भाव्यं दृष्टं पुरातनैः व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः एवं हि दृश्यते दैत्यवाक्यं देव्या तदोदितं मां प्रदिहि जगद्धात्र्या पुत्र्या हिमवतस्तदा त्वं दुलोभेन कामेन लुब्धो वदसि दुष्कृतं किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितं यद्यस्य दिष्टमेवास्ति शुभं वाप्यशुभं दृढं पूर्वकर्मानुसारेण तत्तस्य परिजायते देवानां ब्राह्मणानां च वदने यत् सुभाषितं निःसरेद्यदि सत्यं तदन्यथा नैव जायते। मद्भाग्याद्देवमाज्ञातं नहुषस्यापि तस्य च समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च। एवं ज्ञात्वा शमं गच्छत्यजभ्रान्तिं मनस्थितां नैव शक्तो भवान् दैत्य मे मनश्चालितिं ध्रुवम्। पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः, महाशापेन दक्ष्यामि इदो गच्छ महासुर। एवमाकर्ण्य तद्वाक्यं हुण्डो वै दानवो बली, मनसा चिन्तयामास कथं भार्या भवेदियं। विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः, ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहायताम्। अन्यस्मिन् दिवसे प्राप्ते मायां कृत्वा तमोमयीं, दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः। मायया कन्यकारूपो बभूव मम नन्दन। सा कन्यापि वरारोह मायारूपा गमत्तदः, हास्यलीलासमयुक्ता यत्रास्ते भवनन्दिनी। उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति, कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने, किमर्थं क्रियते बाले कामशोषणकं तपः। तन्ममाचक्ष्व सुभगे किन्निमित्तं सुदुष्करम्। तन्निशम्य शुभं वाक्यं दानवेनाभिभाषितं, मायारूपेण छन्नेन साभिलाषेण सत्वरम्। आत्मसृष्टि सुवृत्तान्तं प्रवृत्तं तु यथा पुरा, तपःकारणं सर्वं समाचष्ट सुदुःखिता। उपप्लवं तु तस्यापि दानवस्य दुरात्मनः, मायारूपं न जानाति सौहृदात् कथितं तया। कुण्ड उवाच पतिव्रतासि हे देवि साधुव्रतपरायणा, साधुशीलसमाचारा साधु चारा महासती। अहं पतिव्रता भद्रे पतिव्रतपरायणा, तपश्चरामि सुभगे भर्तुरर्थे महासती। मम भर्ता हदस्तेन हुण्डेनापि दुरात्मना, तस्य नाशाय वै घोरं तपस्यामि महत्तपः। ये हि मे स्वाश्रमे पुण्ये गङ्गातीरे वसाम्यहम्, अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः। हुण्डेन सखिभावेन मोहिता शिवनन्दिनी, समाकृष्टा सुवेगेन महामोहेन मोहिता। आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनं, मेरोस्तु शिखरे पुत्र वैडूराख्यं पुरोत्तमम्। अस्ति सर्वगुणोपेदं काञ्चनाख्यं महाशिवं, तुङ्गप्रासादसंबाधैः कलशैर्दण्डचामरैः, नानवृक्षसमोपेदैर्वनैर्नीलैर्घनोपमैः, वापी कूपतडागैश्च नदीभिस्तु जलाशयैः शोभमानमहारत्नैः प्राकारैर्हेमसंयुतैः सर्वकामसमृद्धार्थं सम्पूर्णं दानवस्य हि ददृश्ये सा पुरं रम्यमशोकसुन्दरी तदा कस्य देवस्य संस्थानं कथयस्व सखे मम सोवाच दानवेन्द्रस्य दृष्टपूर्वस्य वै त्वया तस्य स्थानं महाभागे सोऽहं दानवपुङ्गवः मया त्वं तु समानीदा मायया वरवर्णिनी तामाभाष्य गृहं नीता शादकौम्भं सुशोभनं नानावेश्मै समाजुष्ठं कैलासशिखरोपमं निवेश्य सुन्दरीं तत्र दोलायां कामपीडितः पुनः स्वरूपी दैत्येन्द्रकामबाणप्रपीडितः करसम्पुडमाबध्य उवाच वचनं तदा यं यं त्वं वाञ्छसे भद्रे तं तं दत्मिन संशयः भज मां त्वं विशालाक्षि भजन्तं कामपीडितं श्रीदेव्युवाच नैव चालयितुं शक्तो भवान् मां दानवेश्वरः मनसापि न वैधार्यं मम मोहं समागतम् भवादृश्यैर्महापापैर्देवैर्वा दानवाधमैः दुष्प्राप्याहं न सन्देहो मा वदस्व पुनः पुनः स्कन्दानुजासा तपसाभियुक्ता जाज्वल्यमाना महतारुषा च संहर्तुकामा परिदानवं तं कालस्य जिह्वेव यथा स्फुरन्ती पुनरुवाच सा देवी तमेवं दानवाधमम् उग्रं कर्म कृतं पाप चात्मनाशनहेतवे आत्मवञ्चस्य नाशाय स्वजनस्यास्य वै त्वया दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः यथा शुभकूडपक्षी सर्वशोकैः समुद्गतः गृहं तु विशते यस्य तस्य नाशं प्रयच्छति स्वजनस्य च सर्वस्य सधनस्य कुलस्य च सद्विजो नाश मिच्छेद विशत्येव यदा गृहं तथा तेऽहं गृहं प्राप्ता तव नाशं समीहति पुत्राणां धनधान्यस्य तव वंशस्य साम्प्रतं जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव सर्वं ते नाशयित्वाहं यास्यामि च न संशयः यथा त्वयाहमानीदा चरन्ती परमं तपः पदिकामा प्रवाञ्छन्ती नखुशं चायुनन्दनम् तथा त्वां मम भर्ता च नाशयिष्यति दानव मन्निमित्त उपायोऽयं दृष्ट्वो देवेन वैपुरा सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः प्रत्यक्षं दृश्यते लोके न विन्दन्ति बुभुक्धयः येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकं स एव भुञ्जदे तत्र तस्मादेव न संशयः कर्मणोऽस्य फलं भुङ्क्ष्व स्वकीयस्य महीतले यास्यस्य निरयस्थानं परधाराभिमर्शनाद् सुदीक्ष्णं हि सुधारं तु सुखड्गं च विकट्टति अङ्गुल्यग्रेण कोपाय तथा मां विद्धि साम्प्रतम् सिंहस्य सम्मुखं गत्वा क्रुद्धस्य गर्जितस्य च कोलुनादिमुखात् केशान् साहसाकारसंयुतः सत्याचारां दमोपेदां नियतां तपसि स्थितां निधनं चेच्च देयो वै स वै मां भोक्तुमिच्छति समणिं कृष्णसर्पस्य जीवमानस्य साम्प्रतं गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः भवांस्तु प्रेषितो मूढ कालेन कालमोहितः तदा ते ईदृशी जादा कुमधि किं न पश्यसि ऋते तु आयुपुत्रेण समालोकयदे हि कः अन्यो हि निधनं यादि मम रूपावलोकनाद एवमाभाषयित्वादं गङ्गातीरं गदा सति सशोकदुःखसंविघ्ना नियतानि यमान्विता पूर्वमाचरितं कोरं पदि कामनया तपः तव नाशार्थमिच्छन्ती चरिष्ये दारुणं पुनः यदा त्वां निहतं दुष्टं नहुषेण महात्मना निशितैर्वज्रसङ्काशैर्बाणैराशी विशोपमैः रणे निपतितं पापमुक्तकेशं सलोहितं गतासुं च प्रपश्यामि तदा यास्याम्यहं पदिम् एवं सुनियमं कृत्वा गङ्गातीरमनुत्तमं संस्थिता कुण्डनाशाय निश्चला शिवनन्दिनी वाग्नेर्यथा दीप्तिमदी शिखोज्ज्वला तेजोभियुक्ता प्रदहेत् सुलोकान् क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातडे दुश्चरमाचरत्तपः कुञ्जल उवाच एवमुक्ता महाभागशिवस्य तनया गता गङ्गाम्भसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये तपश्चचारतन्वङ्गी कुण्डस्य वधहेतवे अशोकसुन्दरी बाला सत्येन च समन्विता कुण्डोऽपि दुःखितो भूतः शापदग्धेन चेतसा चिन्तयामास सन्तप्त अतीव वचनानलैः समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीद समाचष्टसवृत्तान्तं तस्या शापोद्भवं महद शप्तोऽस्म्यशोक सुन्दर्या शिवस्यापि सुकन्यया नहुषस्यापि मे भर्तुस्त्वं तु हरिस्तान्मरिष्यसि नैव जातस्त्वसौ गर्भ आयोर्भार्या जगुर्विणी यथा सत्याद्वलीकस्तु तस्याश्चापस्तथा कुरु कम्पन उवाच अपहृत्य प्रियां तस्य आयोश्चापि समानय अनेनापि प्रकारेण तव शत्रुर्न जायते नो वा प्रपादयस्वत्वं गर्भं तस्याः प्रभीषणैः अनेनाभिप्रकारेण तव शत्रुर्न जायते जन्मकालं प्रदीक्षस्व नहुषस्य दुरात्मनः अपकृत्य समानीय जहित्वं पापचेतनम् एवं समन्द्र्यतेनापि कम्पनेन स दानवः अभूत् स उद्यमोपेदो नहुषस्य प्रणाशने विष्णुरुवाच यलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च एकच्छत्रेण वैराज्यं चक्रे भूपतिसत्तमः पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणं पुत्रं न विन्दते राजा तेन दुःखी व्यजायत चिन्तयामास धर्मात्मा कथं मे जायते सुतः इति चिन्तां समापेदे आयुश्च पृथिवीपतिः पुत्रार्थं परमं यत्नमकरोत्सु समाहितः अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः क्रीडमानस्त्रिया सार्धं मदिरारुणलोचनः वारुण्यामत्तधर्मात्मा स्त्रीवृन्दैश्च समावृतः अङ्गे युवतिमाधाय सर्वयोषिद्वरां शुभाम् गायते नृत्यते विप्रः सुरां च पिबदे भृशं विना यज्ञोपवीदेन महायोगीश्वरोत्तमः पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः चन्दनागुरुदिग्धाङ्गो राजमानो मुनीश्वरः तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमं प्रणाममकरोन्मूर्ध्ना दण्डवत् सुसमाहितः अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् आगतं पुरदो भक्त्या अधध्यानं समास्थितः एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम निश्चलं शान्तिमापन्नं मानसं भक्तितत्परं समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप ब्रह्माचारेण हीनोऽस्मि ब्रह्मत्वं नास्ति मे कदा सुरा मांसप्रलुब्धोऽस्मि स्त्रिया सक्तः सदैव हि वरदानेन मे शक्तिरन्यं शुश्रूषब्राह्मणम् आयुरुवाच भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः अत्रिवंशे महाभाग गोविन्दः परमेश्वरः ब्राह्मणस्य स्वरूपेण भवान् वै गरुडध्वजः नमोऽस्तु देवदेवेश्य नमोऽस्तु परमेश्वर त्वामहं शरणं प्राप्त शरणागतवत्सल उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि विश्वस्थानां प्रजानां तु विद्वांसं विश्वनायकं जानाम्यहं जगन्नाथं भवन्तं मधुसूदनं मामेव रक्षगोविन्द विश्वरूप नमोऽस्तु ते कुञ्चल उवाच गदे बहुतिथे काले दत्तात्रेयो नृपोत्तमम् उवाच मत्तरूपेण कुरुष्व वचनं मम कपाले मे सुरां देहि पाचितं मांसभोजनम् एवमाकर्ण्य तद्वाक्यं स चायुपृथिवीपतिः उत्सकस्तु कपालेन सुरामाहृत्य वेगवान् फलं सुपाचितं चैव चित्वा हस्तेन सत्वरं नृपेन्द्रप्रददौ चापि दत्तात्रेयाय सत्तम अथ प्रसन्नचेतास संजादो मुनिपुङ्गवः दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परं समुवाच नृपेन्द्रं तमायुं प्रणदमानसं वरं वरय भद्रं ते दुर्लभं भुवि भूपते सर्वमेव प्रदास्यामि यं यमिच्छसि साम्प्रतम् राजोवाच भवान् दादा वरं सत्यं कृपया मुनिसत्तम पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतं देववीर्यं सुतेजं च अजेयं देवदानवैः क्षत्रियैराक्षसान् घोरैर्दानवैः किन्नरैस्तथा देवब्राह्मणसम्भक्तप्रजापालो विशेषदः यज्वा दानपदिशूरशरणागतवत्सलः दादा भोक्ता महात्मा च वेदशास्त्रेषु पण्डितः धनुर्वेदेषु निपुणशास्त्रेषु च परायणः अनाहतमधिर्धीरसङ्ग्रामेष्वपराजितः एवं गुणस्वरूपाश्च यस्माद्वञ्च प्रसूयते देहिपुत्रमहाभाग मम वंशप्रधारकं यदि चापि वरो देयस्त्वया मे कृपया विभो दत्तात्रेय उवाच एवमस्तु महाभाग तव पुत्रो भविष्यति गृहे वंशकरपुण्यसर्वजीवदयाकरः येभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः एवं खलु वरं दत्त्वा ददौ फलमनुत्तमं भूपमाह महायोगी सुभार्यायै प्रदीयताम् एवमुक्त्वा विसृज्यैव तमायुं प्रणदं पुरः आशीर्भिरभिनन्द्यैव अन्तर्धानमधीयत इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थ माहात्म्ये च्यवनचरित्रे त्र्यधिकशततमोऽध्यायः ॐ